भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः। भ्रान्तापह्नुतिः अन्यस्य शङ्कायां भ्रान्तिवारणे भवति इति लक्षणमुक्त्वा उदाहरणं वक्ति तापं करोति सोत्कम्पम् इति। अपरः पृच्छति, अपरा वा पृच्छति ज्वरः किम् इति, तदा उत्तरं ददाति न सखि स्मरः इति। एवमत्र लक्षणं पूर्वोक्तं लक्ष्यते। भ्रान्त्यापह्नुतिरलङ्कारः अत्र अस्ति।